सा पुनः गतवती. अस्तु, अरुणा भगिनी पठति वा भगिनि? आं भगिनि, क्षम्यतां भगिनि, काचित् धनम् अस्ति, अहं सख्याः गृहे अस्मि. कालसमयवेलासु तुम कालसमयवेला इव कर्तार्थवाचकशब्देषु उपपदेषु धातोः तुमन् स्यात्. किं जातम् अत्र दूरवाण्याः अपि तत् भवत्याः न न मया किञ्चित् टच् राङ्ग् बटन् सारि. कालादिषु उपपदेषु धातोः तुमन् प्रत्ययः भवति इति काशिका. अनेन सूत्रेण अपि तुबन्ताः तुमुन् व्यवहारस्य कारणं समयः खलु स्नानभोजने सेवितुं. तत्र उपपदं सप्तम्यस्तम् इत्यस्य बलेन कालसमयवेलासु इत्यनेन ये शब्दः सूचितः तेषाम् उपपदसंज्ञा भवति. कालसमयवेलासु इत्यस्य सप्तमीविभक्ति सप्तमीविभक्तिकत्वात् च तत्र इत्यनेन तेषाम् उपस्थितौ एव धातुमात्रा तुमुन् प्रत्यये विधीयते. कालश्च समयश्च वेला च तेषाम् इतरेतरद्वन्द्वः कालसमयवेलाः तासु कालसमयवेलासु कालसमयवेलासु सप्तम्यन्तं तुमुन् प्रथमन्तं पदमान्तं द्वितीयं द्विपदमिदं सूत्रं प्रत्ययः परिश्च धातोः अनुवृत्तिः अनुवृत्तिसहितमस्ति. धातोः तुमुन् प्रत्ययः परश्च कालसमयवेलासु अत्र नूतनसूत्रमस्ति. कालसमयवेलासु तुमुन् इति कालसमयवेलसूचितकर्तर्थकपदम् अस्ति चेत् तत् पदम् उपपदसंज्ञा भवति. तदनन्तरं धातोः तुमुन् प्रत्ययः अपि भवत् अत्यन सूत्रेण अपि सुबन्ताः तुमन् व्यवहारस्य कारणं तत् न अवगतं भगिनि. अनेन सूत्रेण अपि अत्र अत्र तु पुनः पूर्वं तु वयस्माभिः पठितम् आसीत् खलु भगिनि, अत्र कुशलः प्रवीणः इति उपपदरूपेण यत्र सुबन्तशब्दाः आगच्छन्ति तत्र पुनः तुमन् प्रत्ययः धातोः भवति इति वयं पठितवन्तः. अत्र किम् अस्ति, अत्र तु कालवाचकशब्दाः यथा कालसमयवेला इति कालार्थ वाचकशब्दाः ये उपपदरूपेण आगच्छन्ति तदा पुनः धातोः सुमन् प्रत्ययः भवति. उदाहरणार्थं भोक्तुं समयः, बालः अस्ति तर्हि माता वदति खलु सप्तवादनं जातं, हि बाल सप्तवादनं जातं, दोष अष्टवादनं जातं, सुप्तुं समयः जातः, भवान् शयनं करोतु इति वदति खलु इति वदति खलु. तर्हि कालः अवसरः प्राप्तः, अधुनासमये अवसरः प्राप्तः इत्यस्मिन् अर्थे यथा कालः जातः, पठितुं कालः जातः, नो चेत् अधुना तु प्रातःकालः अस्ति पठनार्थं, नो चेत् पठितुं कालः अस्ति इति वदामः खलु, नो चेत् पठितुं समयः अस्ति अधुना तादृशव्यवहारः भवति तदा तु तुमन् प्रत्ययस्य विधानं भवति इति. अत्र तु अस्ति, अत्र अग्रे पठति चेत् तत्र लघु अनेन सूत्रेण तुमन् प्रत्ययः भविष्यति अपि नास्ति किं क्रियार्थं क्रिया अपि नास्ति. निदर्शने उदाहरणं कालो भोक्तुं, समयः भोक्तुं, वेला भोक्तुम्, उचितसमयः आगतः खादनार्थम् इत्यर्थः. अपरेषु समानार्थकेषु पदेषु अपि भवति. अनेह भोक्तुम् इति अवसरो अयम् आत्मानं प्रकाशयितुं नाम स्वस्य सामर्थ्यप्रदर्शनार्थम् उचितसमयः आगतः. सूत्र अत्र वदति अस्ति अस्मिन् सूत्रेण ओके कालसमयवेलासूत्रेण तुमन् प्रत्यय भविष्यत् अपि नास्ति. ओके न सामान्यतया तुमन् इति समानकर्ता कार्यं भविष्यत्कालं भवितुम् अर्हति, परन्तु कालवशब्देषु भविष्यत्कालं न सूचयति. क्रियार्थं क्रिया अपि नास्ति, एकैव क्रिया एव अस्ति. उदाहरणानि कालौ भोक्तुं, समयः भोक्तुं, वेलाः भोक्तुं, वेला भोक्तुं एव अत्र अत्र समयमेव सूचयति, न तु कार्यं करणीयम् इति अत्र अर्थः नास्ति. केवलं समयम् अस्ति उदाहरणम् अनेह भोक्तुम् अन्य अस्ति अवसारः अयम् आत्मानं प्रकाशयितुं अत्र अपि काल सूचकत्वात् भविष्यत्कालं नास्ति इति अम्बिनि अवगतं किल प्रश्नः अस्ति वदतु. अवगतं समयः जातः इति वदामः अल पठितुं समयः जातः पठितुं कालः जातः इति वदामः खलु तत्र तुम् इति पठितुं लिखितुम् इति वदामः खलु तादृशत्वेन तस्य निरूपणम् अस्ति. अग्रे गच्छामः वा अवसरार्थे धन्यवादः. वदतु भगिनि पठतु भगिनि. ओ अवसरार्थे अयं तुमुन् व्यवहारः भवति, अपरेषु स्थलेषु न भवति. कालः पचति भूतानि इति अधुना अवसरः जातः इत्यस्मिन् अर्थे प्रयोगः भवति, किन्तु काल इति शब्दः यदा कर्तृरूपेण अन्यरूपेण यदा स्वीकृत्य आगच्छति तदा तु अस्य प्रयोगः नास्ति. पठामि भगिनि. अत्र कालः अवसरः इति तव्यप्रत्ययः विधिसूत्राणि तत्सम्बद्धसूत्राणि च तव्यत् तव्यानीयरः धातुतः तव्यत् तव्य अनीयश्च प्रत्ययाः भवन्ति. अत्र उट्टङ्कनदोषः अस्ति इति भाति प्रत्ययः इत्यस्य प्रत्ययः भवन्ति. तव्यच्च तव्यश्च अनीयश्च तेषाम् इतरेतर द्वन्द्वः तव्यत् तव्यानीयरः तव्यत् तव्यानीयरः प्रथमान्तम् एकं पदमिदं सूत्रं प्रत्ययः परश्च धातुः इति एतेषां भवे अधिकारः. अनुवृत्तिसहितसूत्रं धातोः तव्यत्तव्यानीयरः प्रत्ययः परश्च. अत्र केवलं इदमुक्तं यत् धातोः परः एते प्रत्ययाः विधीयन्ते इति तावदेव, अन्यत् किमपि अत्र न उक्तम् किल. अस्तु अस्तु अग्रे पठामि किम्. तव्यप्रत्ययस्य हलन्त्यमित्यनेन तकारस्य इत्संज्ञा इत्यस्मात् तव्य अवशिष्यते. अयं प्रत्ययः तित्, अन्यः च तव्यप्रत्ययः तित् न. तव्यत् प्रत्ययः तित् इत्यतः तित् स्वरितम् इत्यनेन तस्य आदिस्वरः स्वरितः भवति. कृत् प्रत्ययः षित् चेत् तिंशित् सार्वधातुकमित्यनेन सार्वधातुकसंज्ञकः भवति. षित् भिन्नः चेत् आर्धधातुकं शेष इत्यनेन आर्धधातुकसंज्ञकः. एते त्रयः प्रत्ययाः षित् भिन्नाः इति कृत्वा आर्धधातुकसंज्ञकाः. तव्यत् च तव्य च वलादिप्रत्ययौ न तु वशादौ इत्यतः आर्धधातुकस्य ड्वलादेः नेड् वशीकृति इत्याभ्यां द्वावपि इडनुकूलौ. अनियप्रत्ययः वलादिः न इत्यतः तस्य इडागमः न कदापि भवति. अत्र तव्यत् तव्य अपि च अनियप्रत्ययः इत्येषाम् उल्लेखः कृतं. तव्यत् तस्य हलन्त्यमित्यनेन अन्तिमतकारस्य लोपभूत तव्य इति अवशिष्यते. तकारस्य इत्संज्ञा भूत्वा निष्कासितमिति तत् तित् अस्ति चेत् तत्र तित् स्वरितम् इत्यनेन तस्य आदिस्वरः तकारस्य परतः अकारः स्वरितः भवति. कृत् प्रत्ययः षित् चेत् तव्य अपि तव्यत् द्वावपि षित् नास्ति न स्तः. तेन कारणते ते सार्वधातुकः न, ते आर्धधातुकः सन्ति. अपि च अनियप्रत्ययः अकारादि वलादिः नास्ति. तेन कारणेन अनियप्रत्ययः इडनुकूलः नास्ति. केवलं तव्य अपि च तव्यप्रत्ययः इडनुकूलाः सन्ति इति अस्मिन् परिच्छेदे अस्ति. तस्य कः न अवगच्छामि, यतोहि आद्युदातस्य इत्यनेन प्रथमस्वरः उदात्तः भवति किल. अत्र केवलम् इत्र स्वरितः भवति, परन्तु इडागमस्य चिन्तने यदि उदात्तः वा स्वरितः वा द्वावपि इडनुकूलः एव. तेन कारणेन न अवगच्छामि किमर्थं स्वरविषयः आधुनिककाले तद् अस्तु. किन्तु तव्य तव्यत् उभयोः कः भेदः इत्युक्ते, एकः तु स्वरितस्वर आदिस्वरः स्वरितः अस्ति, अन्यस्मिन् तव्यप्रत्ययः यत् अस्ति तस्य तु आदिस्वरः स्वरितः नास्ति इति. पुष्पा भगिनी पठति भगिनि. पठितुं न शक्नोमि, कार्यानम् अस्ति. ओ अस्तु भगिनि, अहं पठामि तर्हि. कर्तृकृत् कृतप्रत्ययः कर्तृत्वे भवति. औत्सर्गिकसूत्रम् अनेन सामान्यतया कृतप्रत्ययः कर्तृत्वे भवन्ति. अन्यत् बाधकसूत्रं नास्ति चेत् यः कोऽपि कृतप्रत्ययः कर्तृत्वे एव. कर्तरिसप्तम्यन्तं कृत्प्रथमान्तं द्व्युत्पदमिदं सूत्रं प्रत्ययः इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं कर्तरिकृत्प्रत्ययः. तर्हि कृत् कर्तरिकृत् इति सूत्रं तु सर्वे कृतप्रत्ययाः औत्सर्गिकरूपेण कर्तृत्वे भवन्ति इति सूत्रं वदन्ति. तेन एव कारणेन अस्माकं प्रथमसूत्रं यत् आसीत् नूल् तृचौ इति सूत्रमपि, कृतप्रत्ययः अपि तत्र कर्तृत्वे भवन्ति इति औत्सर्गिकसूत्रमस्ति इति उक्तमस्ति. तदनन्तरं किन्तु यदि बाधकसूत्रमस्ति चेत् तेन अन्यविधानं भवन्ति. तर्हि तस्य बाधकसूत्रम् अग्रे उक्तमस्ति. तस्य बाधकसूत्रमस्ति तयोरेव कृत् कृत्यक्तकल्वर्ताः कलर्थाः तयोरेव कृत्यक्तकलर्थाः इति. तर्हि कृत्य इक्त ओ कृत्य इक्त कलर्थ च प्रत्ययाः भावार्थे कर्मण्यार्थे च भवन्ति. एते त्रयः प्रत्ययाः कर्तृकृत् इत्यनेन कर्तृत्वे भवन्ति स्म तदा अनेन सूत्रेण उच्यते यत् कर्तृत्वे न अपि तु भावार्थे कर्मण्यर्थे च. तयोः इत्यनेन पूर्वतनसूत्रं लह कर्मणि च भावे चाकर्मकेभ्यः इत्यस्मात् कर्मणि भावे इत्यनयोः अर्थः आयाति. कलर्थः इत्युक्ते ये प्रत्ययाः खल् प्रत्ययस्य अर्थे भवन्ति. कलः अर्थः कलर्थः, षष्ठी तत्पुरुषः. कृत्याश्च ताश्च कलर्थाश्च तेषाम् इतरेतरद्वन्द्वः कृत्य इक्तकलर्थाः तयोः सप्तम्यन्तम् एव अव्ययपदं कृत्य इक्तकलर्थाः प्रथमान्तं द्विपदमिदं सूत्रम् तयोः इति सप्तम्यन्तमस्ति एव इति अव्ययपदं खलर् इक्त कृत्य इक्तकर्ताः इति प्रथमान्तं द्विपदमिदं सूत्रं. तर्हि अत्र विषये अत्र सप्तमी इत्युक्ते विषयसप्तमी भवति खलु, निमित्तं तु नास्ति. तर्हि यत्र भावार्थे कर्मण्यार्थे तत्र विषयेषु कृत्य इक्तकलर्ताः प्रत्ययाः तेषां विधानं भवति इति प्रथमा विभक्तिः अस्ति खलु. तर्हि तयोः इति विषयसप्तमी अस्ति. अस्तु, एव इत्यनेन तत्र प्रायः तत्र अग्रे प्रायः चिन्तनं जायते वा न जाने. अन्य अर्थः स्यात् किमर्थम् एव इति पाणिनिना योजितम् इति. काशिकां पश्यामः चेत् प्रायः अवगन्तुं शक्नुमः. तर्हि अत्र खलर्थाः इत्युक्ते ये प्रत्ययाः कल् प्रत्ययस्य अर्थे भवन्ति इति न जाने, तस्मिन् विषये अपि मया न ज्ञातम्. अग्रे धातुः सकर्मकः चेत् तयोरेव कृत्य इक्तखलर्थाः इत्यनेन ये प्रत्ययाः उक्ताः ते कर्मण्यर्थे भवन्ति. अस्माभिः अजाः ग्रामं नेतव्याः. कर्तृपदं तृतीया विभक्तौ, कर्मपदं च प्रथमा विभक्तौ. अत्र अजाः इति कर्मपदं, तस्मिन्नेव अर्थे नेतव्याः इति पदमिति कृत्वा नेतव्याः कर्मण्यर्थे. धातुः अकर्मकः चेत् एते प्रत्ययाः भावार्थे भवन्ति. भावे इत्युक्ते क्रियायाः अर्थे. भावार्थे चेत् कृदन्तरूपं नित्यं नपुंसकलिङ्गे एकवचने च. अस्माभिः उपवेष्टव्यम्. उपविश् धातुः अकर्मकः, अतः अत्र उपवेष्टव्यं भावार्थे नाम क्रियार्थे. अस्तु, तत्तु नूतनविषयः नास्ति. केवलं तयोरेव कृत्य इक्तकलर्थाः तत्र भावकर्मेभ्यः इति भावकर्मणोः इति भवति खलु तत्र सप्तमी स्वीकृत्य. तर्हि भावकर्मणोः विषये अत्र कृत्य इक्तकलर्थाः प्रत्ययाः भवन्ति इति. अत्र तुमुञ्चमितम् अत्र तव्यप्रत्ययः अनन्तरम् अनियर्प्रत्ययौ तव्य अनियर्प्रत्ययाः कीदृशप्रत्ययाः इति न जाने, कथं वा तत्र खलर्थः वा इति न जाने. तर्हि किन्तु प्रायः स्यात्, किन्तु तादृशप्रत्ययः अनेन सूत्रेण भावार्थे कर्मण्यर्थे च भवन्ति. अत्र तत्र कर्मपदम् अस्ति चेत्, सकर्मकः धातु चेत्, कर्मपदमुक्तं चेत् तत्र कर्मण्यर्थे भवन्ति. यदि कर्मपदं न उक्तं, नो चेत् अकर्मकधातु अस्ति चेत् केवलं भावार्थे भवन्ति. यत्र कर्म उक्तं तत्र कर्मपदस्य यत् लिङ्गं वचनं च स्वीकृत्य विशेषणरूपेण आयान्ति. यत्र कर्म न उक्तं नो चेत् अकर्मकधातु अस्ति चेत् नित्यं नपुंसकलिङ्गे एकवचने भवति इति. अस्माभिः उपवेष्टव्यम् इति उदाहरणम् अत्र उक्तमस्ति. अग्रे पुनः अरुणा भगिनी पठति वा भगिनि. कृत्याः नुल् तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्ययः उक्ताः ते सर्वे कृत्सज्ञकाः. नुल् तृचौ नुल् तृचावि अतः प्राक् कृत्सज्ञः कृत्सज्ञः स्युः. इदं सूत्रम् अधिकारसूत्रमपि संज्ञासूत्रमपि. अन्तर्गताः प्रत्ययाः सर्वे कृत्सज्ञकाः अपि कृत्सज्ञकाः अपि भवति. कृत्य कृत्सज्ञक कृत्सज्ञा अपि भवति. अपि कृत्याः पदमान्तम् एकपदं सूत्रं प्रत्ययः इत्यस्मात् अधिकारः अनुवृत्तेकं कृत्याः प्रत्ययः प्रत्ययाः. अत्र तु नूतनसूत्रमस्ति कृत्याः इति. नूल्तृचौ इत्यस्मात् तत्पूर्वं वयं पठितवन्तः कृत्सज्ञकः भवति. तदपि नूल्तृचौ इत्यतः प्राक् कृत्सज्ञा अपि एकमेव भवति भगिनि. अत्र न भगिनि, अत्र संज्ञाद्वयं वर्तते. सामान्यतया वयं कृत्संज्ञकाः इति कृदन्तः इति वयं पठितवन्तः पूर्वम्. अत्र तु कृत्याः इत्यनेन कृत्यसंज्ञा इति नूतनसंज्ञा अस्ति. अस्य कः प्रयोजनमस्ति अत्र? कृत्याः इत्युक्ते कृत्याः प्रत्याः इत्युक्ते नूल् तृचौ इत्यस्मात् पूर्वं यावन्तः प्रत्याः उक्ताः सन्ति कृत्याः इति अधिकारसूत्रमस्ति खलु, तस्मात् आरभ्य नूल् तृचौ इत्यस्मात् पूर्वं यत् सूत्रमस्ति तावत्पर्यन्तं कृत्यासंज्ञकाः भवन्ति, कृत्यसंज्ञकाः भवन्ति. अस्य कः प्रयोजनम् इत्युक्ते भावार्थे कर्मणि अपि भवन्ति खलु, तयोरेव कृत्य इक्तकलर्थाः इति सूत्रेण भावार्थे कर्मणि अपि च भवन्ति. ते तु आमां नृत्रचौ इति तु कर्तृर्थके, किन्तु तस्मात् पूर्वं ये प्रत्ययाः आगच्छन्ति ते प्रत्ययाः तु तयोरेव कृत्याः इत्यनेन कृत्यसंज्ञकाः भवन्ति. कृत्यः अपि अस्ति, कृत्यप्रत्ययः अपि भवन्ति. तदनन्तरं तयोरेव कृत्य इक्तकलर्थाः इति सूत्रेण तत्र कर्मण्यर्थे भावार्थे च भवति. अनेन सूत्रेण एते प्रत्ययाः उक्ताः त्वयं च तव्यं तव्यं च तव्यत् तव्यत् तव्यत् अञ्चै भगिनि तव्यतञ्चै वाणि ओके तव्यत् तव्यतञ्चै वाणि तव्यं अनियर् एव अनियर् तव्यत तव्य तव्यतन् एव अनियर् केलिमरौ तथा अनन्तरं यत्तं न्यन्तं यपं चापि क्रियान् सप्त प्रत्यक्षते. तव्य इति प्रत्ययः अस्ति खलु, तर्हि तव्यम् इति तस्य अत्र उक्तमस्ति. तव्यत् इत्यस्य तव्यतम् इति सूचना अस्ति. अनन्तरं च एव अनियर् अनन्तरं केलिमर् अनन्तरं यतं यत् इति प्रत्यस्य यतं यत् इत्यस्य नियतं यप् इत्यस्य किपं च अपि क्रियान् क्रियान् क्रियान् इति वा क्रियान् इति किम् अस्ति? कृत्यान् इति भवति स्म इति कृत्यान् सप्त प्रचक्षते कृत्यप्रत्ययः भवन्ति. तदेव नाम तव्य तव्य अनेय केलम यत् इति सप्तप्रत्ययः. केवलं कृत्यप्रत्ययः भगिनि, कृत्यप्रत्ययः भवन्ति सत्यं भगिनि, कृत्यप्रत्ययः अनेन भावार्थे कर्मार्थे अपि भवन्ति. तयोरेव कृत्य इक्तखलर्थाः इत्यनेन भावार्थे कर्मार्थे भवन्ति. पठामि भगिनि, अन्यः पठति वा? अत्र अत्र महोदय कियत्पर्यन्तं पठितवान्? इदानीं तयोरेव एतदपि न पठितम्. ओ ओ वयम् अग्रे गतवन्तः वा अर्धघण्टे? किमर्थम् अस्माकं तु तादृशक्लेश प्रश्नः न भवन्ति वर्गे? वयमेव पठामः प्रश्नः एव न जायते. बहु समय प्राक्टिस् प्राक्टिस् उसी में जाता है प्राक्टिस् कः अभ्यासः जातः ते सप्ताहे लैक् महोदयस्य वर्गे? No, no. What did you practice like tatra set ityasmin svikrutye kevalam dhatu ratanam pichatasya prathama rupam yatha ve pach asichit pakta vach vakta sich vich सेक्ता वेक्ता रेक्ता एतावद् तादृश एक उदाहरणमेव सर्वेषां शब्दानां तदा एव निमिष त्रिंशत् निमिषाः अतीताः भवन्ति तर्हि अहं तु सिद्धा न भवन्तः पठितुमिच्छन्ति वा तादृशं यतोहि यदि वयं भवत्याः सहायं नीत्वा अन्यत् वर्गेषु अपि सम्यक्तया वक्तुं शक्नुमः अवगन्तुमपि शक्नुमः न तर्हि अधुना कुर्मः वा कुर्मः कुर्मः अरुणा भगिनी किं वदति कुर्मः भगिनि कुत्र अजन्तदातवः सेट् न किं किं करणीयं मया चित् एतदेव कुर्मः खलु अर्हे कत्यत्रत्यस्य इति कृत्वा एतदेव पाठं पठामः किम् किं भगिनि एतदेव पाठे अग्रेसरामः किं न तत्र दातुनम् आवलिः नावश्यकी वा सोरि किम् उक्तं भवत्या दातुनम् आवलिः कण्ठस्थी न करणीयं किं भगिनि तत् कण्ठस्थी कृतं कृतं वा आं भगिनि कथं यतोहि प्रत्येकस्मिन् वर्गे महोदयः पृच्छति वयं तु न कुर्मः एव शीघ्रं शीघ्रं अजन्ताः इति आरम्भं कृत्वा वेद्धातुपर्यन्तम् अन्तपर्यन्तं रटनम् अपि च तस्य एका क्रिया एतावदा वदनीयं वक्तव्यं न न स्मरणं नहि न भगिनी भवती बहु बहु किमपि कृतवती पाठयति मम मनसि न तिष्ठति एव भगिनि अस्तु वयमपि वर्गसमये नम्बर् बिफोर् स्मारणं कृत्वा आम् तदपि अहं न करोमि भवत्याः पार्श्वे समये नास्ति इति भाति अलसा भवदेव मम मनसि व्यवस्थायाः यदा व्यवस्था वयं कृतवन्तः तत्र प्रश्नमस्ति अग्रिमवर्गे शक्यते चेत् भवती किञ्चित् विस्तारेण वदति चेत् लाभाय तत् अहं लिखित्वा प्रेषयामि किं भगिनि विस्तारेण विस्तारेण इत्युक्ते व्यवस्था द्रष्टव्यम् अस्ति तदा एव अहं किञ्चित् वक्तुं शक्नोमि तत्र किम् अस्ति ओके लेट् अस् सी भवत्याः आशयः इति उदाहरणं स्वीकृत्य वदति वा न उदाहरणं दातुं न शक्नोमि यतोहि दीर्घवाक्याः सन्ति तेषु वाक्येषु यद् सूत्रमस्ति तद् न अवगतम् वाट् इस् इट् यदि दृष्टामि यदि पश्यामि नो नो ऐ थिङ्क् इट् इस् न भगिनि न लब्धं यदा लभ्यते पुनः दृष्ट्वा अहं पृच्छामि आम् अस्तु अस्तु तर्हि अद्य विरमामः वा वयम् भगिनि वर्गप्रश्न अस्ति अतिरिच्य इति अर्थं किं भगिनि अतिरिच्य इत्युक्ते तद्विहाय खलु तादृश किं भगिनि विहाय इति अर्थः खलु अतिरिच्य इति ओके विहाय एक्सेप्ट् एक्सेप्ट् दट् इति भवति खलु. वायुं पूर्णसूक्तमपि अस्ति भगिनि. अतिरिच्य इति एक्सेल् सर्पास् इति अपि अस्ति. तु किम् अस्ति अतिरिच्य इति तद्विहाय इत्यपि अर्थः भवति. तत् अतिरिच्य भवतीम् अतिरिच्य सर्वेषाम् एतादृशः स्थितिः इति तादृशं वक्तुं शक्नुमः. ट्रिपल् डामिनेट् इति तत्र शब्दकोशे पश्यामि चेत् पास् टु सर्प्लस् टु प्रिडामिनेट् इति उदाहरणानि इच्छामि टु सर्पास् इति. धन्यवादः. शुभरात्रि भगिनि. अधिकः अतिशयितः इत्यपि तत्र पश्यामि भगिनि. अतिरिच्य धन्यवादः.